योभूतं च भव्यं च सर्वं यश्चाधितिष्ठति सर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॐ समसनावतु सहनौ भुनक्तु सवीर्यं करवामहै तेजस्विनामधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्ति ह्यस्तनीये विचारणीयमस्ति किञ्चित् किमस्ति नामाख्यातं लक्षणं करिष्यन्ति भावप्रधानमाख्यातमिति उक्तं भावप्रधानं नाडवैद्यनेन किं किं ग्राह्यं भावैत्यनेन किं किं ग्राह्यं भाव इत्यनेन किं ग्राह्यम् भाव इत्यनेन अत्र प्राधान्येन क्रिया एव गृह्यते भाव इत्यनेन क्रिया एव गृह्यते प्राधान्येन भावकर्मणोः चिण् भावकर्मणोः भावे इति अत्र यदुच्यते भावे इति तु कृतभीतो भावो भवति तिङ्गभीतो भावे व्याकरणे यः तिङ्गभीतो भावः धात्वर्थः स एव अत्र भावशब्देन उच्यते मुख्येन पुनः एकदा भारत संख्या विशिष्ट क्रिया काल युगाभिधायी आख्यातम् नहीं तत्तु अस्ति यथा यः अस्माभिरपि विचारितं यथा यदैव किञ्चित् आख्यातं पदम् उच्चारितं भवति चेत् षडर्था तत्र गृह्यन्ते चेत् षट्सु अर्थेषु तत्र व्यापारस्य प्राधान्यम् व्यापार एव अत्र क्रिया वा मीमांसकैः वासना इति वा उच्यते स एव भावः इति उच्यते चेत् सर्वेपि तत्र गृहीता एव न तत्र लिङ्गं तु नास्ति लिङ्गं नास्ति लिङ्गं नास्ति संख्याकारकं कालः इत्येतत् सर्वं तु अस्ति एव एवमस्ति यथा पचति इति उच्यते चेत् तत्र बोधः कथं भवति बोधः द्विधा जायते द्विधा तत्र विचारः कृतः वर्तमानकालविशिष्टः एकसङ्ख्याकः वर्तमानकालविशिष्टः एकसङ्ख्याकः फलानुकूलः फलानुकूलः फलानुकूलव्यापारवान् देवदत्तः इति कर्तृप्रधानः बोधः उत्वा व्यापारप्रधानो बोधो भवति देवदत्तकर्तृकः वर्तमानकालिकः एकसङ्ख्याविशिष्ट देवदत्तकर्तृकः वर्तमानकालिकः फलानुकूलो व्यापारः चेत् एतस्मिन् पक्षे एतदुच्यते भावप्रधानम् आख्यातम् इति भाव इति क्रिया हा प्रधाना क्रिया आख्याते क्रियायाः प्राधान्यं भवति फलमपि तत्र तिष्ठति फलानुकूलो व्यापारः यस्याः सम्पन्नायां यस्यां सम्पन्नायां फलं लभ्यते सः व्यापारः भावशब्देन अत्र उच्यते कस्यचित् वस्तुनः निमित्तम् इति तु किमुच्यते तत्त्वम् इति वक्तुं शक्यते तत्त्वम् धर्मः धर्मशब्दस्य स्वरूपं किमस्ति धार्यते अनेन इति वा धार्यते असौ इति वा चेत मन्ये वृक्षे यद् वृक्षत्वम् अस्ति स एव वृक्षस्य धर्मः, मनुष्ये यद् मनुष्यत्वम् अस्ति स एव मनुष्यस्य धर्मः, गवी यद् गोत्वं वर्तते स एव गोः धर्मः। चेत प्रत्येकं वस्तुनः धर्मः भिन्नो भिन्नो भवति, अस्तित्व अस्तित्वनिमित्तम् इति वक्तुं शक्यते। अस्तित्वनिमित्तम् निमित्तमिति यदुच्यते, अस्तित्वनिमित्तम् येन हेतुना येन कारणेन तस्य अस्तित्वं वर्तते। मदीयम् अस्तित्वं किमर्थं वर्तते, वृक्षस्य अस्तित्वं किमर्थं वर्तते, किं हेतुको वर्तते, चेत् तत्र यदुत्तरं वर्तते स एव धर्मः, यतोहि तेनैव असौ वृक्षः मनुष्यो वा गौर्वा धार्यते, अन्यच्च मनुष्येण वा गवा वा वृक्षेण वा सः धार्यते, उभाभ्यामपि उभयं धार्यते, अतः असौ धर्मः इति उच्यते। अत एव साक्षात्कृत धर्माणः ऋषयो बभूव, अर्थात् तत्तु विवेचिना। एकदा आचार्याणां दूरभाषा आगच्छति। हाँ जी आचार्य जी, जी हाँ जी जी जी चेत् स एव धर्म उच्यते। पूर्वमेतत् ज्ञातव्यमस्ति सत्त्वं किमस्ति, यथा तत्र भावः क्रिया तस्याः यत्र प्राधान्यं भवति यत्र इति पदार्थे, तत्पदम् आख्यातम् इति उच्यते। यत्र पदार्थे यस्य पदस्य अर्थे भावस्य अर्थात् क्रियायाः प्राधान्यं भवति, प्राधान्यं प्राधान्यशब्दोच्चारणेन एतत् ज्ञायते, तत्र गौणाः अपि तत्त्वाः सन्ति, यतोहि गौणैः गौणेषु सत्सु एव कस्यचित् प्राधान्यं भवति, चेत् क्रियायाः प्राधान्यं भवति, अन्येषां च गुणत्वं भवति, चेत् यस्य पदस्य अर्थे क्रियायाः प्राधान्यं भवति तत् पदम् आख्यातम् इति उच्यते। तथैव अत्र सत्त्वं सत्त्वं किं भवति, सीदन्ति अस्मिन् लिङ्ग संख्या कारकाणि इति तत् सत्त्वं, चेत् यस्मिन् लिङ्ग संख्या कारक युक्ते अर्थे युक्तार्थस्य द्रव्यस्य प्राधान्यं भवति तदर्थकः यः शब्दः सः शब्दः किन्नाम नाम इति उच्यते। एवम् अत्र वक्तुं शक्यते। सीदन्ति अस्मिन् लिङ्ग संख्याकारकाणि इति तत् सत्त्वं, लिङ्गं तत्र तिष्ठति, संख्या तिष्ठति, अन्य च कारकमपि कारकत्वमपि तिष्ठति तत्र। चेत् निघण्टव अकस्मात् एवमस्ति यत् पदम् अतिपरोक्षवृत्तौ वर्तते, अतिपरोक्षवृत्तौ वर्तते इति अर्थस्तु तस्य जायते, यतो हि अर्थे शब्दस्य प्रयोगो वर्तते, परं स्वरूपतः तस्य ज्ञानं नास्ति, व्युत्पत्तिनिमित्तस्य ज्ञानं नास्ति, अयं शब्दः अस्मिन् अर्थे कथं वर्तते इति। चेत् तत्र किं क्रियते, यथा निघण्टु शब्दः वर्तते, तस्य अतिपरोक्षवृत्तौ वर्तमानस्य पदस्य पूर्वं परोक्षवृत्तौ आनयनं क्रियते, परोक्षवृत्तेश्च ततः प्रत्यक्षवृत्तौ आनयनं क्रियते, यत्र साक्षात् बोधो भवति। निघण्टु निहन्तु निगन्तु निघण्टु निहन्तु निगन्तु निगन्तु गन्तु साक्षात् बोधो भवति, निश्चयेन गन्तु गमनहेतुः बोधहेतुः ज्ञानहेतुः उपलब्धिहेतुः यत्किञ्चिदपि उच्येत। किमस्ति समाम्नायः समाम्नातः इत्युक्ते ज्ञायते यत् या पञ्चाध्यायी वर्तते साफ यास के नहीं वो कृता परंतु यदि कश्चित अन्योपि कर्ता स्यात् तत्रापि तो एतदेव वाक्यं भविष्यति समाम्नायः समाम्नातः केनचित् समाम्नातः नहीं तत्र वचनस्य आवश्यकता भवति वचनस्य आवश्यकता न भवति तत्र तु अत्र मया तदेव पदम् उभयोरपि कर्ता समानः इति प्रतीयते अत्र उभयोरपि कर्ता समानः य एव समाम्नातस्य कर्ता वर्तते स एव व्याख्यानस्य कर्ता वर्तते अन्यस्य क्रियाम् अहम् किमर्थम् वोचेयम् अन्येन या क्रिया क्रियते तद् मया उच्यते किमर्थम् उच्यते भाष्यं तु तत्र परम्परया वर्तते यथा अत्र स्कन्दस्वामिनः तु अदुर्गवृत्तिरपि वर्तते एवं भाष्यस्य उपरि तथैव तत्र पतञ्जलेः भाष्यं वर्तते चेत् वार्तिकेषु वर्तते निरुक्तं भाष्यं वर्तते तत् मूले वर्तते मूलं यः निघण्टु वर्तते स तस्य आधारो वर्तते अत्र तु एतत् क्रियापदं न द्योतयति वा समाम्नायाः समाम्नातः स व्याख्यातव्यः अन्यस्य क्रियाम् अन्यः किमर्थम् अन्येन किमर्थम् उच्येत अन्यस्य क्रियमाणा या क्रिया यत् तेन केनचित् समाम्नायाः समाम्नातः अस्माभिः अधुना तस्य व्याख्यानं कर्तव्यम् अन्येन यदि समाम्नाया मन्ये अत्र भेदः अयं भवति यत् समाम्नाय इति एकस्य ग्रन्थः निघण्टु नाम एकः ग्रन्थः वर्तते परं यदा श्रुतिपरम्परायां वयं चिन्तयामः श्रुतिपरम्परायां ग्रन्थः नास्ति अपि तु समाम्नायस्य अभ्यासः कृतः इति साक्षात् आस्येन अभ्यासः कृतः चेत् अन्येन केनचित् स्व आस्येन शब्दानाम् अभ्यासः कृतः अधुना मया तस्य व्याख्यानम् इति सङ्गति कथं युज्येत अभ्यासः अन्येन क्रियेत तस्य व्याख्यानं मया क्रियेत चेत् एषा सङ्गति किञ्चित् न प्रतीयते पठित इति पठव्यक्तायां वाचि तत्रैव यौगिक्यां वृत्तौ चिन्तनीयं चेत् मयैव तु पठितः स्यात् अन्यः कर्ता स्यात् यतोहि अस्माकं पुरस्तात् अधुना एषः ग्रन्थभूतः तिष्ठति अतः एषः सन्देहः जायते यथा यास्केन कृतं भाष्यं वर्तते अस्माभिरधुना अधीयते अथवा अन्येन केनचित् कृतः निघण्टु वर्तते अष्टाध्यायी वर्तते तस्य पाठः मया क्रियते परं पाठशब्दः यदा यौगिक्यां वृत्तौ आगच्छति चेत् मयै तु पाठः क्रियेत अन्यस्य पाठस्य लाभः मत्कृते कथं भवति एवं सम्भावना क्रियेत परम्परायां तथा न जायते अन्यच्च किमस्ति एका शैली अपरापि लभ्यते शैली वा परम्परा वा यस्यैव मूलः ग्रन्थः अस्ति तस्यैव प्रायेण पूर्वं व्याख्यानं तस्यैव वर्तते यथा अष्टाध्याय्याः वृत्तिर्वर्तते चेत् सर्वप्रथमा या वृत्तिर्वर्तते सा पाणिनेः वर्तते यतोहि केवलं मूलस्य उपदेशेन किञ्चिदपि न लभ्यते तस्य व्याख्यानमपि अवश्यं यच्च व्याख्यानं तेन मूलस्य सङ्ग्रहकारकेण क्रियेत तद्व्याख्यानं कदाचित् अन्येन कर्तुं न शक्येत यतोहि तस्य मूलस्य सङ्ग्रहणे तस्य या भावना वर्तते अथवा तस्य या बुद्धिर्वर्तते स अन्येन कथं जायेत एतदपि तत्र वक्तुं शक्यते परम्परा वर्तते अने सर्वं वर्तते, सर्वं वर्तते, पर मूलस्य उपयोगः कः अस्ति, किमर्थं सः संग्रहः कृतः, मूलशब्दानां यः संग्रहः कृतः चेत् किमर्थं कृतः, व्याख्यानाय एव तु कृतः, व्याख्यानं च न क्रियते, केवलं संग्रहः एव क्रियते, तस्य लाभः कः भवति, व्याख्यानेनैव तु मूलस्य लाभः भवति कस्यचित्, केवलं यदा यास्कस्य काले यथा उक्तं महाभारतकाले तस्य पार्श्वे एव वर्तते तथा प्रागपि निरूपं द्वासीत्, हा विद्या अस्ति, विद्या अस्ति, तत्तु निर्वचनविद्या अत्र या पञ्चाध्यायी वर्तते सा एव आसीत् तस्य व्याख्यानम्, एतद् वक्तुं न शक्यते, विद्यास्तु सर्वापि पुरातन्ये एव सन्ति, परं ग्रन्थरूपेण ये लभ्यन्ते अधुना ते तस्यैव पुरस्तात् पश्चाद्वर्तिनः पार्श्ववर्तिनः सन्ति, पार्श्ववर्तिनः सन्ति सर्वेपि ग्रन्थाः, एवमस्ति असधातोः क्षत्रिप्रत्यये सति सत् शब्दः भवति, असधातोः क्षत्रिप्रत्यये सति, क्षत्रिप्रत्ययः कदाचित् भावे न भवति, तत्र कर्तरीकृत् इति प्रवर्तते, क्षत्रिप्रत्यय लट्टे क्षत्रिशाञ्चाव प्रथमसमानाधिकरणेन इति, यदि एवमुच्येत लः कर्मणि च भावे चाकर्मकेभ्यः, यतोहि अस् धातुः अकर्मको वर्तते चेत् अस्मादुत्पन्नः लकारः अपि किन्नाम भावे भवितुमर्हति, कर्तरि वा स्यात् भावे वा स्यात् एवं सम्भाव्यते चेत् भावेऽपि यदि भवति चेत् सप्ना सभावः तत्र विचार्यते, तस्य भावस्त्वतलौ सत्त्वरूपो यः भावः वर्तते स तत्र तस्य भावस्त्वतलौ तत्र विचार्यते, तत्र क्रिया तत्र धात्वर्थ यस्य च भावेन भावलक्षणं तत्रापि व्यापारः एव लभ्यते, यस्य व्यापारेण अन्यः व्यापारः लक्ष्यते तत्र सप्तमी भक्तिर्भवति, गोषु दुह्यमानासु गतः दुग्धासु आगतः, व्यापारः भिन्नं तु अस्ति एव, सत्त्वमिति भिन्नम् अस्ति, व्यापारः इति भिन्नम् अस्ति, एकमपि वक्तुं शक्यते, एकमपि भावशब्देन अथवा सत्त्वशब्देन एकमपि वक्तुं शक्यते, व्याकरणदिशा यतोहि भूधातोः यः अर्थः स एव अर्थः अष्धातोरपि वर्तते, तत्र क्षत्रिप्रत्ययो वर्तते, अत्र घयप्रत्ययो वर्तते, उभावपि प्रत्ययौ यदि भावे वर्तेते चेत् उभाभ्यामपि शब्दाभ्याम् एकः अर्थः अपि अभिधातुं शक्यते, तत्तु सत्यम्, परं किमस्ति सत्त्वशब्दः प्रायेण तत्र रूढः वर्तते तत्त्वे, सत्त्वं तत्त्वे रूढः वर्तते, एतदपि आख्यातुम् यतः भावशब्दः वर्तते, भावशब्देन क्रिया अपि उच्यते, भावशब्देन सह धर्मः अपि उच्यते, तस्य भावस्त्वतलौ तत्र धर्म एव उच्यते, यः धर्मः स एव तत्र उच्यते, एवमस्ति, चेत् अत्र एते तु कर्ता कर्म भाव इत्यादि तु कारकेषु आगच्छन्ति, कर्ता कर्म भाव इति अत्र व्यत्यासेन उक्तमस्ति, तत्तु कारके आगच्छन्ति, आत्मनेपदं परस्मैपदम् इति तिङ्ग एव संज्ञा वर्तन्ते, परं किमस्ति तत्र एषा पारिभाषिकी संज्ञा वर्तते, परस्मैपदम् अथवा आत्मनेपदं पारिभाषिकी संज्ञा वर्तते, व्यावहारिकी सत्ता तस्य नास्ति प्रायेण, कार्यभाषिकी यतः हि कानिचित् कार्याणि कर्तव्यानि वर्तन्ते शास्त्रे, अतः वक्तुं शक्यते यदपि विशिष्टं गम्यते स एव अर्थः, एतदपि वर्तते, एवं तत्र यदि गाम्भीर्येण विचार्यते यतोहि परस्मैपदम् अन्यच्च आत्मनेपदम् इति बृहती संज्ञा क्रियते, किमर्थम लघुअर्थम ही संज्ञा क्रियन्ते व्यवहारे लघुत्तम कथम स्यादिति संज्ञा क्रियन्ते चेत यदि गुरुवी संज्ञा किमर्थम क्रियते महती संज्ञा किमर्थम क्रियते चेत अनवर्थता यथा स्यात् चेत यदा अस्माभि आख्यातम पदम किंचित उच्चार्यते चेत पदेनैव सह एतदपि ज्ञायते यत् एषा क्रिया उत्वा एतस्याः क्रियायाः फलं परस्मै लभ्यते उत्वा आत्मने लभ्यते यः तत्र क्रियायाः कर्ता वर्तते चेत् तस्याः क्रियायाः फलं तस्मै लभ्यते अथवा अन्यस्मै लभ्यते चेत् एषः अपि अर्थः तस्यैव वर्तते आख्यातस्यैव तदा वक्तुं शक्यते यतो हि सोऽपि अर्थः तत्रैव वर्तते यदत्ते इति उच्यते चेत् परस्मै गच्छति नहीं आत्मने गच्छति तस्य फलम् यदि जति इति उच्यते प्रायेण तत् परस्मै गच्छति इति चेत् अयमपि अर्थः तस्यैव भवति तद्यत् उभे तद्यत्र उभे नाम आख्याते यदा उभयोः युगपद् विवक्षा वर्तते सः विवक्षा वर्तते सः स्थितिर्वर्तते तत्र उभयोर्मध्ये भावस्य अर्थात् आख्यातस्य प्रधानता भवति वाक्ये वाक्ये स्थितिर्वर्तते विवक्षाधीनः यथा नै एवं भवति न प्राधान्या प्राधान्यं तत्र विचार्येत यदि क्वचित् केवलं स्वरूपम् एव द्योतनार्थं वर्तते स्वरूपम् एव द्योत्येत केनचित् चेत् तत्र क्रियायाः प्राधान्यं न भवति किं तेन क्रियते इत्यत्र तस्य संशयोऽपि नास्ति प्रश्नोऽपि नास्ति केवलं तत्र स्वरूपबोधने तात्पर्यमस्ति चेत् तत्र द्रव्यस्य प्राधान्यं भविष्यति क्वचित् क्रियायाः प्राधान्यं भवति क्वचित् द्रव्यस्य प्राधान्यं भवति उभयो स्थितिर्वर्तते तत् सत्यं परं क्वचित् क्रियायाः अप्राधान्यम् प्राधान्या प्राधान्यभावः यः भवति स सर्वथापि विवक्षाधीनः वक्तुः विवक्षाधीनः तिष्ठति सर्वथापि चेत् वक्तुः किम् अभिप्रेतं कस्मिन् प्रसङ्गे किम् अभिप्रेतं वर्तते क्वचित् केवलं स्वरूपावबोधनमेव अभिप्रेतं वर्तते तस्य द्रव्यस्य चेत् तत्र द्रव्यस्य प्रधानता भविष्यति क्वचिच्च तद्गताया क्रिया सा अभिप्रेता वर्तते चेत् तेन सह क्रियाया बोधो भवति चेत् क्रियायाः प्राधान्यं भवति उभे वाक्ये यथा उच्यते मन्ये वृक्षः अत्र क्रिया न उच्यते परं क्रिया वर्तते यतोहि परम् अत्र अस्ति किं यत् या क्रिया अनेन सह वर्तते नित्या क्रिया तस्याः अत्र अविवक्षा वर्तते वक्तुः कृते अविवक्षा वर्तते चेत् द्रव्यस्यैव अत्र प्राधान्यं भवति क्रियायाः विद्यमानायाः सत्याः अपि द्रव्यस्य प्राधान्यं भवति अत्र वृक्षः उभे इति यदा उच्यते चेत् उभयोरपि प्रतीतिः कार्येत उभयोरपि विवक्षा स्यात् इति उच्यते नो चेत् पूर्वतना स्थितिः कुत्र स्यात् यथा उच्यते द्रव्यप्रधानं किं भावप्रधानम् आख्यातं सत्त्वप्रधानानि नामानि इति सा स्थितिः क्व स्यात् यदि उभयोरपि सर्वत्र उभयोरेव स्थितिः भवति चेत् सा स्थितिः क्व स्यात् क्व नाम सत्त्वप्रधानानि नामानि लभ्येरन् एतद् विचारणीयं भवति कथं सत्त्वप्रधानता तस्य लभ्येत क्रियायाः प्रधानता वर्तते अन्यत्र क्रिया यथा अन्यत्र इति वाक्ये एव तु उपलब्धे प्रधानता वर्तते आख्यातस्य यथा वाक्यमस्ति देवदत्तः गच्छति तत्र आख्यातस्य भावप्रधानता अस्ति आख्याते वाक्ये विचार्यते न अस्तु देवदत्तस्य देवदत्तस्य स्थितिः क्व वर्तते क्रियाहीनस्य देवदत्तस्य सक्रियस्यैव वर्तते तत्रापि तु द्रव्यं तु नाम तु वर्तते तत् देवदत्त इति नाम वर्तते तस्य शब्दस्य प्रधानता अस्ति परन्तु यदा उभयोः उभयोः किमस्ति तुलनां कुर्मः चेत् अन्ना देवदत्ता सत्त्वस्य अन्यस्य भावस्य सा का स्थितिः यदा देवदत्तः गच्छति चेत् देवदत्तः गच्छति अत्र सत्त्वप्रधानता कथं भवति अत्र देवदत्तः गच्छति यतोहि देवदत्तः गच्छति इत्येव वाक्यं वर्तते अस्माकं पुरस्तात् क्रियाप्रधानता वर्तते सत्त्वप्रधानता कदा गम्येत देवदत्तशब्दः क्व लभ्यते वाक्ये तु लभ्यते चेत् क्रियाया दृष्टौ गुणत्वेन लभ्यते देवदत्तशब्दे कदा विचार्येत अस्माभिः देवदत्तशब्दे कदा विचार्येत यतो हि स्वतन्त्रस्य देवदत्तशब्दस्य तु कदाचित् उपलब्धिर्न भविष्यति स्वतन्त्रस्य देवदत्तः गच्छति चेत् देवदत्तः इति नाम वर्तते तच्च सत्त्वप्रधानमस्ति सत्त्ववाचकं वर्तते अन्यच्च गच्छति इति आख्यातपदं वर्तते तच्च भावप्रधानमस्ति चेत् उभयोः अधुना एकस्मिन् वाक्ये एवं चिन्तयामः चेत् उभे अपि प्रधाने स्तः परन्तु अधुना वाक्ये प्रयुज्यते चेत् उभयोः किं प्रधानम् इति विचारिते सति अत्र आह तद्यत्र उभे भावप्रधाने भवतः चेत् भावस्य प्रधानता अत्र भविष्यति वाक्ये तदेव विचारयामः यत् उभयोः प्रधानतायाः स्थितिः का उभयोः यत्र प्रधानता भवेत् उभयोः प्रधानता न भविष्यति कदाचित् अस्तु कदाचित् कस्यचित् स्वतन्त्रस्यापि स्थितिर्नास्ति नैव आख्यातस्य न चापि नाम्नः स्वतन्त्रस्य स्थितिः नास्ति यदैव आख्यातस्य उपलब्धिर्वर्तते चेत् नाम्ना सह वर्तते नाम्नः उपलब्धिर्वर्तते चेत् आख्यातेन सह वर्तते सः उत वा एवमपि वक्तुं शक्यते यत् उभयोर्मध्ये नित्यसम्बन्धो वर्तते अस्तु चेत् एतत् किमर्थम् उच्यते तद्यत्र उभे इति तदुच्यते न पुनरपि एतदुच्यते तद्यत्र उभे चेत् किम् अस्ति यथा तत्र विचार्यते शब्दस्य विषये महाभाष्ये अनेकशः विचारितं यत् यदा शब्दः उच्चार्यते चेत् जातेः प्रतीतिर्भवति उत वा द्रव्यस्य प्रतीतिर्भवति एवं विचार्यते यदि केवलं केनचिदपि एक एव पदार्थः मन्येत केवलं यदि व्यक्तिरेव पदार्थः इति मन्येत चेदपि व्यवहारो न भवेत् केवलं जातिरेव पदार्थः इति उच्येत चेदपि व्यवहारो न भवेत् उभाभ्यामपि उभयं स्वीकर्तव्यमस्ति तस्मात् यः जातिवादी वर्तते तेन व्यक्तिरपि स्वीकर्तव्या यः व्यक्तिवादी वर्तते तेन जातिरपि स्वीकर्तव्या भेदः कः भवति प्राधान्याप्राधान्यस्य भेदो भवति यः व्यक्तिवादी वर्तते सः व्यक्तिं पदार्थं प्राधान्येन स्वीकरोति जातिं तु गौणत्वेन स्वीकरोति यस्य जातिवादी वर्तते स तथा करोति तद्विपरीतं करोति तथैव अत्रापि भविष्यति मन्ये उभयोरपि युगपत् एव स्थितिर्वर्तते सर्वथापि कस्यचित् एकस्य स्वतन्त्रस्य पदस्य स्थितिर्नास्ति इति व्यवहारः न लभ्येत चेत् प्राधान्यं कस्य यथा देवदत्तः गच्छति अत्र वक्तुः एतदभिप्रेतं वर्तते यत् गमनक्रिया कर्तव्या सा च देवदत्तेनैव कर्तव्या देवदत्तकर्त्रिका गमनक्रिया अत्र विशिष्टा वर्तते नान्यकर्त्रिका उत्वा देवदत्तः ग्रामं गच्छति चेत् देवदत्तकर्त्रिका ग्रामकर्मिका गमनक्रिया अभिप्रेता वर्तते अन्यः कश्चित् कर्तापि न भवेत् अन्यत् किञ्चित् कर्मापि न भवेत् अन्य काचित् क्रियापि न भवेत् चेत् त्रयाणामपि सह स्थितिर्विवक्षिता वर्तते क्वचित किं भवति, क्वचित् केवलं क्रियायाः प्राधान्यं भवति, क्वचित् केवलं क्रियायाः प्राधान्यं भवति, क्रिया भवेत् केनचिदपि क्रियेत, तत्र कर्तुः कर्तरि तथा विशेषः विचारो न भवति, केवलं क्रिया भवेत्। यथा अत्र मन्ये सायङ्काले कार्यं क्रियते चेत् कार्यं घासोत्पाटनं कर्तव्यमस्ति, केन क्रियते तथा नास्ति, कार्यं भवेत्, क्रिया भवेत् इति तत्र विचारः भवति। तथैव क्वचित् भवेत्, क्वचित् केवलं द्रव्यस्य अथवा पिण्डस्य स्थितौ विचारः क्रियते केवलं, तत्र तेन क्रियमाणा या क्रिया वर्तते तत्र न विचार्यते, केवलं तत्र स्वरूपे विचार्यते, एवं विचार्यते चेत् तदा पूर्वतना स्थितिर्वर्तेत, यतोहि तत्र नाम्नः स्थितिर्वर्तते, क्रियायाः स्थितिर्वर्तते तत्र, परं सा अविवक्षादशायां वर्तते। तथैव तत्र केवलं क्रियायाः प्राधान्येन विवक्षा वर्तते चेत् तत्र द्रव्यस्यापि, यतोहि द्रव्यं विना क्रियायाः स्थितिर्नास्ति, द्रव्यं सत्त्वमिति उच्येत, यतोहि तत्र किं नाम सम्बन्धविषये अपि विचार्यते, सम्बन्धेषु समवायसम्बन्धः, समवायसम्बन्धे च क्रिया क्रियावतो सम्बन्धः यः भवति स नित्यसम्बन्धो भवति, समवायसम्बन्धो भवति चेत् कदाचिदपि द्रव्यं क्रियां विना न तिष्ठति, क्रिया च द्रव्यं विना न तिष्ठति, सत्त्वं विना न तिष्ठति, उभयोरपि नित्यसम्बन्धो वर्तते। परं पुनरपि तथैव अत्र द्रव्यगुणयोर्विषये विचार्यते, गुणगुणवतोः यः सम्बन्धः, गुणगुणिनोः यः सम्बन्धः, सः अपि नित्यसम्बन्धः। परं किमस्ति, पुनरपि गुणगुणिनोः मध्ये नित्यसम्बन्धत्वे सत्यपि कदाचित् प्राधान्येन गुणस्य विवक्षा भवति, कदाचित् च द्रव्यस्य विवक्षा भवति, एषः भेदः सर्वथापि बुद्धिगतः भवति, तत्र व्यवहारितो न तत्र अभिव्यक्तुं शक्यते। यथा श्वेतः पटः, श्वेतः पटः चेत् पटात् श्वेतत्वं पृथक्तु कदापि न कृत्वा दर्शयितुं शक्यते, नित्यं हि पटेन सहैव श्वेतस्य स्थितिर्वर्तते, तथैव अत्रापि वर्तते। यदापि उपलब्धिर्भवति चेत् क्रियावतः उपलब्धि क्रियया सह भवति, क्रियाया उपलब्धि क्रियावता सह भवति, सैव भवति। पुनरपि किं भवति, कस्मिंश्चित् प्रसङ्गविशेषे कदाचित् किञ्चित् प्रधानं भवति, कदाचित् च किञ्चित् प्रधानं भवति, यदा यत् प्रधानं तदा तत्र विचारिष्येते, कदाचित् च उभयोरपि प्रधानता भवति, तदा द्वितीया स्थितिर्भवति। अत्र कः दोषः, द्रव्यं वा क्रिया वा चेत् एतद्वाक्यम् उक्तमासीत् यत् देवदत्तः ग्रामं गच्छति चेत् गमनक्रिया अपि ज्ञाता वर्तते, अन्यच्च ग्रामोऽपि ज्ञातो अस्ति, परन्तु यदि कर्तारं प्रतिपादयितुं यदि एतद्वाक्यम् उच्यते देवदत्तः ग्रामं गच्छति, नान्यः कश्चित् गच्छति, चेत् तस्मिन् वाक्ये देवदत्तस्य प्राधान्यं वर्तते उत वा गच्छति क्रियायाः प्राधान्यं? वाक्यं किमस्ति तदेव पुनः उच्यते, मया दत्तः ग्रामं गच्छति, नान्यः ग्रामं गच्छति, अन्यः कश्चित् ग्रामं न गच्छति, देवदत्तः ग्रामं गच्छति, चेत् बलं तु अत्र देवदत्ते दीयते, न तु गच्छति क्रियायां। देवदत्तः ग्रामं गच्छति, अस्य प्रसङ्गो न जायते, देवदत्तः ग्रामं गच्छति, अन्यः न गच्छति, देवदत्तः ग्रामं गच्छति, यदि उच्यते गच्छति एव चेत् तत्र अधुना गच्छति क्रियायां, देवदत्तः ग्रामं गच्छति, देवदत्तः ग्रामं गच्छति चेदत्र देवदत्तकर्त्रिका ग्रामकर्मिका गच्छति क्रिया विपरीता वर्तते, अन्यच्च ग्रामः देवदत्तेनैव गन्तव्यः नान्येन इति अभिप्रेतो वर्तते। देवदत्तः ग्रामं गच्छति, कः गच्छति, पूर्वतनः प्रसङ्गः वर्तेत मन्ये, ग्रामं कः गच्छति, देवदत्ते बलं कदा भविष्यति, कस्मिन् प्रसङ्गे देवदत्ते बलं भविष्यति, पूर्वतनः प्रसङ्गः कल्प्यते न, पूर्वतनः प्रसङ्गः कः स्यात् मन्ये, एतादृशः स्यात् तत्र कः गच्छति, ग्रामं कः गच्छति इत्यादि प्रसङ्गः स्यात् मन्ये। ग्रामं कः गच्छति, यदि ग्रामं कः गच्छति चेत् अत्र किमस्ति, कर्म निश्चितं वर्तते, क्रियापि निश्चिता वर्तते, कर्ता निश्चितो वर्तते चेत् तत्र कर्तरिवलं भवति, कर्तुः प्राधान्यं भविष्यति, देवदत्तः एवं प्रसङ्गः द्रष्टव्यः भवति सर्वत्रापि। न खण्डितं न भवति, खण्डितम् एवं न भवति, यतोहि अत्र उभे न स्तः, अत्र केवलं देवदत्तः अस्ति। उभे तदा भवतः यदा उभयोरपि प्राधान्येन विवक्षा भवति, अत्र उभयोर्विवक्षा नास्ति, यतोहि गच्छतिस्तु जाता वर्तते, ग्रामोऽपि जातः वर्तते, कर्ता अज्ञातः वर्तते चेत् कर्तरि तथा बलं भवति। ग्रामं कः गच्छति, ग्रामं कः गच्छति चेत् ग्रामः कर्म जातं वर्तते, गच्छत्यपि जाता वर्तते, कः गच्छति इति जातो न वर्तते अधुना, चेत् पुनः उच्यते देवदत्तः, वाक्यं भिन्नं भवति न। उभयोः प्राधान्यं नास्ति, उभयोः प्रयोगः नास्ति, एतदपि द्रष्टव्यम्, उभयोत्र प्रयोगः नास्ति, केवलं देवदत्तस्यैव प्रयोगः वर्तते, यतो हि तत् भिन्नप्रसङ्गात् ज्ञातं वर्तते, गच्छति अन्यच्च किन्नाम ग्रामः, कर्ता कर्म अन्यच्च क्रिया, पूर्वस्मादेव ज्ञातं वर्तते, एवमत्र वक्तुं शक्यते। सामान्यतैव उच्यते न, उभयोः सत्ता कदा भवति एतत्तु द्रष्टव्यं भवति न, उभयोः सत्ता कदा भवति चेदुभयोरपि विवक्षा भवेत्, अत्र तु केवलं कर्तुः विवक्षा अस्ति, क्रियायास्तु विवक्षा एव न वर्तते, न तु कर्मणः विवक्षा वर्तते, केवलं कर्तुः विवक्षा, द्रव्यस्य विवक्षा वर्तते। एतच्च अस्तु अग्रे चलामः किञ्चित्। एष च यः विभागः कृतः चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्च, अन्यैरपि एषः विभागः स्वीकृतो वर्तते, महाभाष्येऽपि आगच्छत्येव, तत्र चत्वारि शृङ्गा त्रयोस्य पादा, तत्रापि एषः एव विभागः प्रदर्शितः, मन्त्रः उद्धृतो वर्तते न तत्र, चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्च, एतदेव वाक्यं तत्रापि वर्तते चेत् एषः पक्षः सर्वस्वीकृतः वर्तते, एतत् ज्ञायते, यतोहि एतद्रूपेणैव शब्दाः अस्माभिः लभ्यन्ते तत्र वेदे वा लोके वा सर्वत्रापि, एतानि परिणतानि सन्ति चत्वारि शृङ्गात्रयोस्य पाद। हा चत्वारि शृङ्गात्रयोस्य पाद, देशीर्षेसप्तहस्तासोऽस्य कृतः बद्धो वृषभोरुरवीति महोदेवो मर्त्या आविवेश इत्यत्र, अन्यच्च एकः अन्यपि प्रसङ्गः वर्तते न, तुरीयं वाचो मनुष्या वदन्ति, तत्रापि एवमेव चत्वारि वाक् परिमिता पदानि, तत्रापि एषः विभागः प्रदर्शितः, अन्योपि विभागः तत्र क्रियते किं नाम टीकाकृद्भिः, किं नाम तत्र परा पश्यन्ति मध्यमा वैखरी इति किञ्चिदपि क्रियते। अस्तु अग्रे चलामः। अरे कुतः सङ्गीतः आगच्छति? अस्तु अस्तु, मार्गे विवाहः स्यात्। तद्यत्र उभे भावप्रधाने भवता इति जातम्। अधुना उच्यते तत्र धातुवृत्तमपि आगतमासीत्, वाक्यपदीयं तत्र उद्धृतमासीत्, क्रियायाः स्वरूपम्, क्रियायाः स्वरूपं किमस्ति तत्र अव्यवशकारिका दत्ता न, तत्र क्रिया पूर्वा परिभूता तत्र कारिका प्रदीयते, एका वाक्यपदीयस्य कारिका दीयते, तत्र क्रियायाः स्वरूपं तत्र बहुधा भिन्ना अवयवशः पदानि क्रियाः वर्तन्ते. यथा पचति क्रिया वर्तते चेत् पचति क्रिया का वर्तते, यतः चिन्तनम् आरब्धं तस्य पाचकस्य, यावच्च फलं लभ्यते तावत् तस्य वर्तमानः कालः भवति, उत्तमा सा पचति क्रिया भवति. उत्तमा अधीते क्रिया वर्तते चेत् अधीते क्रिया का वर्तते, यतः अध्ययनम् आरब्धम् उत्तमा अध्ययनस्य कृते चिन्तनम् आरब्धं, तथा आरभ्य यावत् अध्ययनं परिसमाप्तं भवति, अर्थात् समावर्तन संस्कारात् प्राक्. एवं तु अध्ययनं सम्पूर्णमपि जीवनं चलत्येव, समावर्तन संस्कारात् प्राक् चेत् सः अधीते क्रियायाः, तत् अधीते क्रियायाः स्वरूपं भवति. तदेव अनेन उच्यते पूर्वापरिभूतं भावम् आख्यातेन आचष्टे. पूर्वापरिभूतं, पूर्वभूतम् अन्य च अपरभूतम्, पूर्वभूतम् अपरभूतम्. तस्य कस्यचिदपि द्रव्यस्य अथवा भावस्य एका पूर्वा स्थितिर्वर्तते, एका अपरा स्थितिर्वर्तते, पूर्वतना स्थितिर्वर्तते, अपरतना स्थितिर्वर्तते. तत्र यत् तिष्ठति भावः, यः भावः तिष्ठति स आख्यातेन उच्यते चेत् कस्याश्चिदपि क्रियायाः स्वरूपं, भावस्य स्वरूपम् उपक्रमप्रभृति समाप्ति यावत्. किं दृश्यते धातुवृत्तिः वर्तते तत्र, तत्र अतीव स्पष्टतया उच्यते धातुवृत्तौ. एतदागतमस्ति अत्र गुणभूतैरवयवैः समूहक्रमजन्मनां बुद्ध्या प्रकल्पिता भेदः क्रियाति व्यपदिश्यते. तस्मात् पूर्वं वर्तते यावत् सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते आश्रितक्रमरूपत्वात् क्रियति व्यपदिश्यते. वाक्यपदीये तृतीये काण्डे आगच्छति एतत् सर्वम्. अन्यत् स च पूर्वापरिभूतः एकत्वादक्रमात्मकः पूर्वापराणां धर्मेण तदर्थेनानुगम्यते. समूहः स तथा भूतः प्रतिभेदं समूहिषु समाप्यते ततो भेदे कालभेदस्य सम्भवः इति क्रियायाः स्वरूपमेव अत्र उच्यते. धातुवृत्तौ चतुर्थे पञ्चमे च पृष्ठे वर्तते, रेवलीतः या प्रकाशिता वर्तते तत्र क्रियायाः स्वरूपं निगद्यते. तदेव अनेनापि उच्यते सिद्धान्तेषु तथा भेदः न प्रतीयते, व्याकरणीयसिद्धान्तः अथवा निरुक्तसिद्धान्तः वर्तन्ते चेत् पूर्वापरिभूतं, पूर्वभूतम् अपरभूतं तत्र स्थितं भावमेव आख्यातशब्देन कथयति. यथा व्रजति, प्रपचति, व्रजति इति पूर्व स्थानत्यागः यस्मिन् काले भवति, पूर्वस्थानत्याग इति यत्र असौ तिष्ठति, यस्मिन् क्षणे तस्य स्थानस्य त्यागः यस्मिन् काले भवति तत् आरभ्य यावत् परस्थानं यत्र लक्ष्यं वर्तते तस्य ग्रामादिकं तस्य प्राप्तिर्भवति तावत् तस्य वृत्ति क्रिया वर्तते. तत्र वृक्षाणां स्पर्शनं वा भवेत् उत्वा जलपानं भवेत् उत्वा भोजनं भवेत् यत्किमपि तत्र मध्ये मध्ये भवति तत्सर्वमपि व्रजति क्रिया एव उच्यते. तथैव पचति क्रिया वर्तते, पचति क्रिया तत्र स्थाल्यः आदिशयनं, तत्र ओदनपातनं, तण्डुलपातनं, तण्डुलावपनं, तत्र जलावपनं, तत्र चालनं, तस्य फूत्करणम् अग्ने सर्वमपि इन्धनादिकं सर्वमपि तत्र पचति क्रियया पचति क्रिया एव उच्यते. कुक्कुरस्य अपसारणम् यथा कश्चित् देवदत्तः एकस्मिन् मार्गे गच्छति तत्र त्रयः जनाः भिन्नभिन्ने स्थाने तिष्ठन्ति चेत् एकं जनं परित्यज्य साधिता अग्रे गच्छति. एकः देवदत्तः इतः गच्छति, त्रयः जनाः तत्र मार्गे क्वचित् तिष्ठन्ति, अस्तु भिन्नभिन्ने स्थाने तिष्ठन्ति चेत् एकं जनं परित्यज्य यदा सः अग्रे गच्छति ये दशा जनः अन्येन पृष्ठे सति वदति दत्तः अव्रजत् अपरस्य जनस्य समक्षे यदा वर्तते देवदत्ता तत्र व्रजति पूर्वत्र च अव्रजत् अग्रे यः अस्ति स कथयति देवदत्त इतः व्रजिष्यति अधुना क्रिया तु अधुना वर्तमाने एव चलति तस्य परन्तु कालस्य भेदः एकः प्रसङ्गः आगतः आसीत् महाभाष्ये यदि ध्यानं स्यात् तत्र उक्तम् अस्ति यत् आदिकर्मणि निष्ठा वक्तव्या निष्ठासूत्रे आदिकर्मणि निष्ठा वक्तव्या आदिकर्मणि आदिकर्म इति कर्मणः आदिक्षणः कर्मणः आदिक्षणः तत्र निष्ठा वक्तव्या तस्मिन् तत्र यः क्षणः वर्तते यतोहि सः क्रिया तस्याः क्रियया वर्तमानकालः वर्तते इति प्रष्टुः अभिप्रायः सः तस्याः क्रियायाः मन्ये यथा तत्र आदिकर्मणि योगः प्रकृतः कटं देवदत्तः प्रकृतः कटं देवदत्तः चेत् स करोति क्रियायाः यतोहि कटः न सम्पूर्णः अधुना कटस्य कर्म तु चलति चेत् करोति क्रियायाः स वर्तमानकालः वर्तते चेत् तत्र निष्ठा कथं भवेत् निष्ठा तु भूते दीयते चेत् तत्र उच्यते उत्वा एकः अन्यः प्रसङ्गः आगच्छति त्वा विधीयते समानकर्तृकयोः पूर्वकाले समानकर्तृकयोः धात्वर्थयोः पूर्वत्र पूर्वस्मिन् काले यः धात्वर्थः तत्र वर्तमानात् धातोः क्वा भवति अस्तु चेत् तत्र उक्तं यथा भुक्त्वा व्रजति भोजनं पूर्वं जातं चेत् तत्र व्रजनक्रिया पश्चात् भवति चेत् तत्र व्यादाय मुखं व्यादाय स्वपीति चेत् शयनं पूर्वं भवति अथवा मुखस्य व्यादानं पूर्वं भवति इति तत्र प्रश्नः महाभाष्ये आगतः यत् मुखं व्यादाय स्वपिति इत्यत्रापि क्वा वक्तव्या यतो यत्र शयनं पूर्वं भवति पश्चाच्च मुखस्य व्यादानं भवति अतः अत्र तत्र पूर्वकालता न वर्तते मुखव्यादानक्रियायाः चेत् तत्र क्वा वक्तव्या चेत् तत्र उत्तरयति पुनः वार्तिकाः तत्तु सत्यं यत् पूर्वं शयनं भवति पश्चाच्च मुखव्यादानं भवति परं मुखव्यादानकालोत्तरमपि तु शयनं भवति शयनकालस्य सह किं नाम वर्तमानकालः चलति तत् सत्यं परं मुखव्यादानकालपश्चादपि तु शयनं भवति चेत् मुखव्यादानकालपश्चात् यत् शयनं वर्तते तद्दृष्ट्वा यदुच्यते मुखव्यादाय स्वपीति इति तथैव तत्रापि कटं प्रकृतः देवदत्तः प्रकृतः कटं देवदत्तः चेत् वर्तमाना या दशा वर्तते कटस्य तां दृष्ट्वा उच्यते यतोहि ये क्षणाः गताः अवयवक्षणाः गताः ते तु भूते गताः चेत् तत्र भूतव्यवहारो भविष्यति यदा अवयवान् दृष्ट्वा व्यवहारः क्रियते यदा समुदायं दृष्ट्वा चेत् तत्तु समुदायस्य तु वर्तमानकालः अवयवान् दृष्ट्वा यदि व्यवहारः क्रियते चेत् भूतत्वस्य व्यवहारो भविष्यत्येव चेत् तथा तत्र भविष्यति तस्य दृष्ट्या स अव्राजीत् अन्यच्च अस्य दृष्ट्या व्रजति अन्यस्य दृष्ट्या व्रजिष्यति यतोहि अधुना अवयवेषु ध्यानं वर्तते तत्र समुदायरूपा या क्रिया वर्तते तत्र ध्यानं नास्ति अस्माकम् एवं भविष्यति तदेव उच्यते उदाहरणत्वेन दीयते अत्र पचति व्रजति इति तत्र स्वरूपम् उद्घाटयति उपक्रमप्रभृति अपवर्गपर्यन्तम् अपवर्गः अत्र किमुच्यते शब्दप्रसङ्गे उपक्रमः आरम्भः कस्याश्चित् क्रियायाः व्यापारस्य वा आरम्भः उपक्रम इति उच्यते अपवर्गः उच्यते फलप्राप्तौ क्रियायाः समाप्तिः फलप्राप्तौ या क्रियायाः तृतीया अपवर्गे तृतीया इति उच्यते तत्र क्रियते अपवर्गे तृतीया इति फलप्राप्तौ सत्यां क्रियायाः समाप्तिः अपवर्गः इति उच्यते चेत् उपक्रमप्रभृति अपवर्गपर्यन्तं यत्किमपि वर्तते तत्सर्वमपि स भावः आख्यातशब्देन उच्यते अधुना सत्त्वस्य स्वरूपं प्रदर्श्यते मूर्तं सत्त्वभूतं सत्त्वनामभि अस्तु य एव भावः अधुना एषा गच्छति भावे इत्यस्मिन् सूत्रे व्याकरणे भावे इत्यत्र ये प्रत्याय विहिता सन्ति। एकः प्रत्ययः भावकर्मणो अत्र भावे विहिता उत्वा तत्र लकर्म च भावे चाकर्मकेभ्यः अर्थात् लकारः एकः भावः लकारेण उच्यते अपरो भावः कृता उच्यते कृत्प्रत्ययेन उच्यते। यः लकारः भावेन यः भावः लकारेण उच्यते तत्र विचारितम् अनेन पूर्वापरिभूतम् उपक्रम प्रवृत्ति अपवर्ग पर्यन्तम् इत्यादि यदुक्तम् तत्र वर्तते लकारवाच्यः भावः आख्यातवाच्यः तिङन्तवाच्यः भावः तत्र उक्तम् साध्यभावः तत्र साध्यावस्था क्रियायाः वर्तते। अधुना सिद्धावस्थायां यः भावः वर्तते तत्र विचार्यते तदेव उच्यते। तत्र व्याकरणे उक्तम् अस्य कृते कृतभिहितो भावो द्रव्यवद् भवति यः भावः कृता अभिधीयते तत्र द्रव्यवदुपचारो भवति यतो हि तत्र लिङ्गसङ्ख्याकारकैः सह सम्बन्धः भवति दृश्यते तत्र व्यवहारे। तदेव उच्यते मूर्तं सत्त्वभूतं मूर्तं सत्त्वभूतं भावम् इति सम्बन्धः भविष्यति। मूर्तं सत्त्वभूतं भावम् यः मूर्तः सत्त्वभूतः भावः वर्तते सः भावः सत्त्वनामभिरुच्यते। यथा सत्त्वस्य कृते नामानि प्रयुज्यन्ते तान्येव नामानि अत्रापि प्रयुज्यन्ते लिङ्गसङ्ख्या किन्नाम कारकैः सह सम्बन्धो भूत्वा यथा व्रज्या व्रज्या इति उक्तं चेत् व्रजति इति क्रिया उच्यते अन्यच्च व्रज्या इति क्रिया उच्यते चेत् व्रजति व्रज्या इत्ययोर्मध्ये कः भेदः स एव भेदः। व्रजति इत्यत्र क्रियायाः साध्यावस्था वर्तते व्रज्या इत्यत्र सिद्धावस्था उच्यते केवलं फलम् इति वक्तुं शक्यते फलमपि वक्तुं शक्यते सम्पूर्णतः एकस्याः क्रियायाः अनेकानि फलानि भवितुम् अर्हन्ति एवं तु परं तस्याः क्रियायाः प्रधानं फलं किं भवति यथा पाकः केवलं पचति क्रिया एव लभ्येत पाचकेन वेतनादिकं तु अन्यत् किमपि कृत्वापि लभ्येत परं पाकः पाकरूपी यत् फलं वर्तते स तत्फलं केवलं पचति क्रिया एव लभ्येत तथैव अत्रापि व्रज्या क्रियते तत्र स्थानान्तरप्राप्तिर्भवति मन्ये उच्येत स्थानान्तरप्राप्तिः तस्य सिद्धावस्था का वर्तते व्रजति क्रियायाः सिद्धावस्था सिद्धावस्था सा उच्यते या किल साध्यमानायां क्रियायां सम्पूर्णायां जातायां यत् प्राप्यते सा तस्य सिद्धावस्था भवति यथा पचति क्रियायां सिद्धायां पाकः इति लभ्यते तत्र तु स्पष्टतया लभ्यते विक्लित्यादि तत्र लभ्यते चेत् यथा उच्यते यथा तत्र व्रजति व्रजति इत्यस्याः विश्लेषणं किं क्रियते नहीं पचति यथा क्रियते पचति इत्यस्य क्रियते पाको पाकं करोति इति पचति इति उच्यते तथैव अत्रापि व्रजति इति व्रज्यां करोति व्रज्यां करोति करोति इति देवदत्तगतः व्यापारः उच्यते करोति क्रियया तत्र व्यापारः उच्यते चेत् सा व्रज्या का वर्तते अधुना गतिः का वर्तते अस्तु गतिः का वर्तते गतिः का वर्तते नहीं गमनं गतिर्वा का वर्तते गमनं किं शब्दान्तरैरेव तु उच्यते गतिर्वा गमनं वा व्रज्या वा इति एक एव अर्थो भवति तत्र मन्ये तत्र स्थानान्तरप्राप्तिरेव अनेन उच्येत फलत्वेन यतो हि तस्याः फलं तदेव भवति क्रियायाः प्रकारान्तरेण स्थानान्तरप्राप्त्यनुकूलं व्यापारं करोति एवमुच्येत स्थानान्तरप्राप्त्यनुकूलं व्यापारं करोति नहीं, व्यापारस्तु करोति शब्देन उच्यते न, व्रज्यां करोति, करोति इति व्यापारं करोति, व्रज्यां करोति इति यथा ग्रामं गच्छति, ग्रामं गच्छति चेत् ग्रामानुकूलं ग्रामानुकूलं व्यापारं करोति, ग्रामं गच्छति ग्रामप्राप्त्यनुकूलं व्यापारं करोति, एवं किञ्चित् उच्येत, तथैव अत्रापि वर्तते व्रज्यानुकूलं व्यापारं करोति। व्रज्या यदि व्रज्या यथा भवेत्, व्रज्या यथा प्राप्येत, यतोहि अधुना व्रज्या एव व्रज्यायाः प्राप्तिरेव अत्र लक्ष्यं वर्तते, यदा तत्र पाकस्य उपलब्धिरेव लक्ष्यं वर्तते व्यापारस्य, तथैव अत्र व्रज्यायाः प्राप्तिरेव देदत्तगतस्य व्यापारस्य लक्ष्यं वर्तते। अधुना तु व्रज्या इति सिद्धावस्था अस्ति, कस्य व्रजति क्रियायाः सिद्धावस्था का उच्येत, व्रजति क्रियायां सम्पन्नायां यत् प्राप्यते, हा यदपि प्राप्यते चेत् सा स्थितिः व्रज्या इति उच्यते, चेत् सा तु प्राप्यमाणदशायां वर्तते, न तु प्राप्तदशायां वर्तते। अधुना चेत् मया व्यापारः देदत्तेन व्यापारः कश्चित् क्रियते, तेन व्यापारेण सा व्रज्या लभ्येत, असौविध्यम् एवं भवति, यतोहि तस्य अभ्यासः अस्माकं नास्ति न, का नाम व्रज्या इति वा गमनं, यतोहि एते शब्दाः अतीव रूढित्वेन अभ्यस्ता वर्तन्ते अस्माकं कृते, रूढित्वेन अभ्यस्ता वर्तन्ते। क्या उत्पन्न होकर तदेव तु उच्यते कृतभीतो भावो द्रव्यवत् भवति, तस्यैव भावः तत्र उच्यते कृतभीतो भावो द्रव्यवत् भवति, अत्र कृतभीतो भावो द्रव्यवत् भवति इत्यत्रापि केवलम् एतत् यत् अतिदेशः क्रियते द्रव्यवत् भवति इति, तदपि केवलं लिङ्गसंख्या योगो भवति एतदेव वक्तुम् इच्छति, उत वा किमपि लिङ्गयोगः भवति केवलं लिङ्गयोगः, सर्वमपि तदागतं स योगः किमस्ति क्रीडाभीतेन भावेन सह अपि स योगो भवति, केवलम् एतावदेव तु प्रतिपादयितुम् इच्छति, न तु द्रव्यमेव तद्भवति इति न कथयति, हा द्रव्यमेव साक्षात् न भवति, परं तद्वत् व्यवहारः योगो भवति केवलम् एतत्, हा एवं वक्तुं शक्यते, सिद्धावस्थापि तु तत्र उच्यते न, भेदस्तु भवत्येव, सिद्धावस्था इति फलं, हा फलमेव, गतिः किमस्ति तत्र विचार्यं न, गतिः मन्ये स्थानान्तर प्राप्तावेव गतिः वर्तेत, अयं गतिं करोति देवदत्तः, गतिं करोति गत्यनुकूलं व्यापारं करोति, एवमुच्येत अथवा एवमुच्येत, अत्र द्वयोः प्राप्तिर्वर्तते, ग्रामस्यापि प्राप्तिर्वर्तते गतेरपि प्राप्तिर्वर्तते, यदा गतेः प्राप्तिर्भवति गतेः प्राप्त्यनन्तरं किन्नाम ग्रामस्य प्राप्तिर्भवति, गतेः प्राप्त्यनन्तरं ग्रामस्य प्राप्तिर्वर्तते, पूर्वं गमिक्रियया गते प्राप्तिर्भवति तदनन्तरं च ग्रामस्य प्राप्तिर्भवति, या गमिक्रियायाः सम्पन्नता सा एव गमिशब्देन गतिशब्देन उच्यते, चेत् तस्य उपलब्धिः गमिक्रियया भवति, तया च किन्नाम ग्रामस्य उपलब्धिर्भवति, एवं वक्तुं शक्यते, गतेः गतिक्रियायाः समाप्त्यनन्तरं ग्रामस्य उपलब्धिः, चेदेव या सम्पन्नता नाम धर्मः स एव गतिशब्देन अथवा व्रज्यशब्देन उच्यते, चेत् एतत् क्रियायाः स्वरूपम् अथवा भावस्य स्वरूपम् अनेन उक्तं यत् द्विधा भावस्य स्वरूपं व्यवह्रियते अस्माभिः, एकं भवति अत्र गम्यमानदशायां स व्यवह्रियते, अपरा च गतदशायाम् अथवा सिद्धावस्थायां यत्र च गम्यमानदशायां भवति चेत् तत्र उपक्रमप्रभृति अपवर्गपर्यन्तम् आख्यातशब्देन उच्यते, अपरत्र च यत्र सिद्धावस्थायां तिष्ठति तत्र मूर्तवत् उत्वा सत्त्वभूतम् इति शब्द भूतशब्दोऽपि तत्र सादृश्येव वर्तते, सत्त्वं प्राप्तम् वक्तुं शक्यते. तत्र सत्त्वस्य कृते द्रव्यस्य कृते यानि नामानि वर्तन्ते तैरेव नामभिः तदुच्यते. अधुना अग्रे द्वितीयपक्षे विचार्यते इति अधः इति सत्त्वानां सत्त्वप्रधानानि नामानि चेत् अधः अधः इति सर्वनामभिः मन्ये सर्वनाम्नाम् उपलक्षणत्वेन अत्र अधः शब्दः प्रयुक्तः. एवं तु अधः शब्दस्य प्रयोगः यः भवति प्रायेण विप्रकृष्टवर्तिनि वस्तूनि प्रायेण भवति तद् शब्दस्य पर्यायत्वेन अधः शब्दस्य प्रयोगो भवति. परं तत्र द्रव्याणां कृते एव प्रायेण आगच्छति. अत उच्यते अधः इति सत्त्वानाम् उपदेशः. उपदेश इति निर्देशः, उच्चारणं, व्यवहारः. यथा गौ, अश्वः, पुरुषो, हस्ति इति. अधुना एकम् अन्यद्व्याख्यानं क्रियते एतस्मिन्नेव प्रसङ्गे. भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि इति उक्तम्. तत्र भूवादयो धातवः, अत्र धातुसंज्ञायां भूवादयो धातवः इत्यस्य सूत्रस्य स्वरूपविषये चिन्तनं क्रियते. यत् पाठेन धातुसंज्ञा क्रियते अथवा अर्थेन क्रियेत. यदि पाठेन क्रियते चेत् समानशब्दानां प्रसिद्धो वक्तव्यः इति तत्र उक्तं. यथा या इति धातुः, या इति प्रातिभिकमपि वर्तते. तत्र वा इति धातुः, वा इति निपातः अपि वर्तते. चेत् या वा इति यथा क्रियावसनानाम् एतेषां धातुसंज्ञा भवति, तथैव द्रव्यवसनानामपि धातुसंज्ञा प्राप्नोति चेत् समानशब्दानां प्रसिद्धो वक्तव्य इति उक्त्वा ततः तत्र विचारः क्रियते क्रियावचनो धातुः. अपरमुक्तं भाववचनो धातुः. यतोहि क्रियावचनो धातुः इति यदा उच्यते चेत् क्रियावचनो धातुः तत्रापि क्रियाशब्दे क्रीधातुर्वर्तते. क्रीधातोश्च एकः अर्थः वर्तते, एकः विशिष्टः अर्थः वर्तते. चेत् सः तस्य धातोः यः अर्थः वर्तते तस्येति सामान्यगण्यम् अन्यैः सर्वैरपि धात्वर्थैः सह भवेत् चेत् एतेन निर्दिश्येत. नो चेत् यदि यथा पचति, प्रश्नः कृतः किञ्चित् किं पचति चेत् देवदत्तः किं पचति इत्यस्य उत्तरं देवदत्तः हसति इति न भवति, उत्वा देवदत्तः खादति इत्यपि न भवति. परं यथा प्रश्नः कृतः किञ्चित् देवदत्तः किं करोति, देवदत्तः किं करोति इत्यस्य इति अस्मिन् प्रश्ने कृते सति केनचिदपि धातुना उत्तरं दातुं शक्यते. देवदत्तः पचति वा, हसति वा, लिखति वा, पठति वा, एतत्सर्वमपि वक्तुं शक्यते. तेन जायते करोतेः व्याप्तिः सर्वेष्वपि धात्वर्थेषु वर्तते. पुनः अग्रे उक्तम् एतत्तु सत्यं. परं यथा उच्यते देवदत्तः किं करोति चेत् न केनचिदुच्यते अस्ति उत्वा भवति उत्वा विद्यते. अस्ति भवति विद्यति भी अस्य सामानाधिकरण्यं नास्ति चेत् क्रियावचनं धातु इति न सङ्गच्छते. चेत् अग्रे प्रसङ्गः चलति तत्र यत् यतोहि देवदत्तः किं करोति. अत्र तु व्यापारस्य विषये प्रश्नः कृतः तेन. अन्यच्च किमस्ति, करोतिर्धातु सकर्मको वर्तते. अस्ति, विद्यते, भवति इत्येते धातवः अकर्मकाः भवन्ति. तत्र तथा न भविष्यति. यतोहि तत्र किमस्ति, तत्र अस्ति इति अस्तित्वमुच्यते, भवति इति अस्तित्वमुच्यते, विद्यते इति अस्तित्वमुच्यते. तत्र उक्तं तेन यत् अन्यत् पृष्ठे न अन्यदाख्येयं भवति. नहि तत्र आम्रान् पिश्य कोविदारानाचष्टे इत्यादिकं तत्र दत्तं वर्तते चेत् स एव अधुना प्रसङ्गः उपस्थाप्यते. करोतेः दृष्ट्या अस्तेर्व्याप्तिरधिका वर्तते धात्वर्थेषु. यतोहि अस्तित्वं न हि पदार्थः सत्तां व्यभिचरति, कश्चिदपि पदार्थः स्वसत्तां न व्यभिचरति चेदत्र अस्ति शब्देन तदुच्यते. भवति इति अस्ति, हस्ति नहीं, भवति इति हा भवति भूधातु, भूधातु न सामान्यमुच्यते चेत् भवति इति क्रिया सामान्यमुच्यते. यतोहि भवति क्रियायाः व्याप्तिः सर्वत्रापि वर्तते सामान्येन. अत एव भावे शब्देन निर्देशः क्रियते. तस्य विशेषः भवति इति भावस्य आस्ते शेते ब्रजति तिष्ठति इति क्रियाविशेषवाचिनः इति शब्दाः भवन्ति. आस्ते शेते ब्रजति तिष्ठति किमिति व्यावहारिकी सत्ता का कीदृशी च वर्तते इति अत्र प्रसङ्गः चलति. पूर्वं क्रियायाः स्वरूपं प्रदर्शितं यत् आख्यातशब्देन यः आख्यातशब्दः उच्चार्यते अस्माभिः तेन क्रियायाः एतत् स्वरूपम् उच्यते. तत्रैव च क्रियायाः यदा सत्त्वभूतं स्वरूपं भवति चेत् नामभिरुच्यते. अधुना उच्यते यत् सत्त्वप्रधानानि नामानि इति उक्तं चेत् तेषां व्यवहारः कीदृशः अस्ति इति चेत् अद इति सर्वनाम्ना परामर्शः क्रियते. अन्यच्च भवति भवति इति क्रियाणां सामान्येन यथा तत्र अद इति द्रव्याणां सामान्येन व्यवहारो भवति तथैव भवति इति सामान्येन क्रियाणां व्यवहारो भवति. तत्र विशेषेण वर्तन्ते गौः अश्वः पुरुषो हस्ति. गौः इत्युक्ते सति पदार्थसामान्यस्य बोधो न भवति यथा अधः इत्युक्ते पदार्थसामान्य द्रव्यसामान्यस्य बोधः भवितुम् अर्हति. गौः इत्युक्ते सति पदार्थविशेषस्य बोधो भवति तथैव भवति इत्युक्ते सति क्रियासामान्यस्य बोधो जायते. परं पचति इत्युक्ते सति अथवा आस्ते शेते व्रजति इत्युक्ते सति क्रियाविशेषस्य बोधो भवति. चेत् तत्रापि सत्त्ववाचिषु अन्यच्च क्रियावाचिषु शब्देषु केचन तत्र सामान्यवाचिनः सन्ति अपरे च विशेषवाचिनः सन्ति इति एवं चतुष्टयं तत्र उक्त्वा तत्र सत्त्वप्रधानानि नामानि भावप्रधानम् आख्यातम् इति द्वयोः वाक्ययोः तत्र व्याख्यानं कृतम्. अन्यच्च अन्यदपि किन्नाम अन्योपि यः विभागः आसीत् उपसर्गनिपाताश्च तयोः उपरि अग्रे विचारः करिष्यते अधुना न क्रियते. पुनः उच्यते यत् एतत् यद् उक्तं यत् चत्वारि पदजातानि नामाख्याते चोपसर्गनिपातश्च निपातश्च इति एषः विभागः क्रियते. विभागः कस्यचित् कदा कर्तुं शक्यते यदा तस्य अवस्थितिः अस्माकं पुरस्तात् भवेत्. यथा मन्ये गोधूमानां राशिः तिष्ठति यवानां राशिः तिष्ठति चेत् तस्य राशेः विभागः कर्तुं शक्यते. यतो हि राशिः अस्माकं पुरस्तात् तिष्ठति. जनाः अस्माकं पुरस्तात् शतं जनाः अस्माकं पुरस्तात् तिष्ठन्ति तेषां वर्गीकरणं कर्तुं शक्यते. पुस्तकानि अस्माकं पुस्तकालये तिष्ठन्ति चेत् तेषां पुस्तकानां वर्गीकरणं कर्तुं शक्यते यत् एतानि पुस्तकानि अस्यां मञ्जूषायां स्थापयितव्यानि एतानि पुस्तकानि अत्र स्थापयितव्यानि. परं शब्दविषये तथा कथं वक्तुं शक्यते यतो हि शब्दस्तु कुत्र तिष्ठति इन्द्रिये तिष्ठति. कस्मिन् इन्द्रिये तिष्ठति वाचि वा श्रोत्रे वा. कियाञ्च शब्दः तिष्ठति य उच्चार्यते. कियान् शब्दः उच्चार्यते केवलं वर्णात्मकः. अस्माकम् इन्द्रियाणां सामर्थ्यं तादृशमेव वर्तते वागिन्द्रियस्य वा श्रोत्रेन्द्रियस्य वा. केवलम् एकस्मिन् काले एकमेव वर्णम् उच्चारयितुं तस्य सामर्थ्यं वर्तते. चिद्वर्णः उत्पन्नः नष्टः उत्पन्नः नष्टः उत्पन्नः नष्टः कदाचिदपि एषः विभागः कर्तुं न शक्यते. नैयायिकानां शब्दस्य स्वरूपं किं वर्तते अनित्यं वर्तते. एषैव तु एतदेव तु वर्तते शब्दो नित्यः. उदाहरणं दीयते तत्र घटवत् नै हेतुर्दीयते तत्र उत्पत्तिधर्मकत्वात् घटवत् यथा घटो नश्यति तथैव शब्दोऽपि नश्यति चेत् एषः विभागः कथं कर्तुं शक्यते इति एकः पक्षः अधुना उत्थाप्यते. अग्रे इन्द्रियनित्यं वचनम् औदुम्बरायणः. औदुम्बरायणस्य मतम् अत्र स्थाप्यते न तु वचनम् अत्र वर्तते. यत्र हि वचनम् उत्थाप्यते उद्ध्रियते तत्र इति शब्दः प्रयुज्यते तत्र उच्यते इति औदुम्बरायणः. परम् इति औदुम्बरायणः इति न उच्यते अत्र. अत्र तु केवलं तस्य पक्षः उत्थाप्यते. औदुम्बरायण आचार्यस्य उदुम्बरस्य अपत्यम् औदुम्बरिः औदुम्बरेः युवापत्यम् उदुम्बरस्य युवापत्यम् एवमुच्येत औदुम्बरायणः ययोश्चेति. एका संख्याया लिख्यते सा तिष्ठति इति दर्शयति अत्र तु अपरः पक्षः कारणं किमस्ति एका संख्या या दीयते सा अस्ति अस्य खण्डस्य समाप्ते कृते न एवमस्ति एषापि एका शैली वर्तते अग्रे यत्र यद् विचारयिष्यते तस्य सूचना पूर्वस्मिन्नेव खण्डे दीयते एषा शैली पुरातनी वर्तते यथा अस्माकम् उपदेशकाः वर्तन्ते उपदेशकैरपि तथा व्यवहारः क्रियते श्वः यः विचारः तत्र करिष्यते मञ्चात् तस्य सूचना पूर्वस्मिन्नेव दिने दीयते रात्रावेव अथवा पूर्वस्मिन् दिने दीयते श्वः एतस्मिन् विषये विचारः करिष्यते एषा शैली व्याकरणेऽपि दृश्यते क्वचित् यथा तत्र वर्तते चतुर्थाध्याये तृतीयपादे तत्र तस्मिन् नीचे युष्माकः पूर्वं वर्तते न अतः पूर्वस्मात् पादात् तत्र प्रत्ययस्य अनुवृत्तिरागच्छति अग्रिमे पादे युष्मदस्मदोरन्यदृश्यां खञ् च पूर्वस्मात् पदात् तत्र अनागच्छति तथैव सत्यात्प्रकाशे विवच्यते वर्तते उणादावपि वर्तते सर्वेष्वपि शास्त्रेषु प्रातनेषु प्रायेण वर्तते आगामिनः विषयस्य सूचना पूर्वस्मिन्नेव खण्डे वा अध्याये वा दीयते तथैव अत्रापि वर्तते चेत् इन्द्रियनित्यम् इन्द्रिये वचनम् वचनमिति उच्यते अतः वचनम् उत्वा उच्यते अनेन इति वचनम् एवमुच्यते शब्दः वचनमिति शब्दः वचनशब्देन शब्दः उच्यते चेत् इन्द्रियनित्यम् सप्तमी समासः अत्र योगभागात् क्रियेत इन्द्रियनित्यम् चेत् नित्यम् इन्द्रिये एव तिष्ठति नान्यत्र तिष्ठति यदि नित्यम् इन्द्रिये एव तिष्ठति चेत् तस्य वर्गीकरणं कथं कर्तुं शक्यते इति एषः दोषः अधुना आगच्छति शब्दः चेत् तत्र यच्चतुष्टयम् उपपादितं वर्तते तन्नोपपद्यते तदेव अग्रे समाधीयते चेतस्य समाधानं श्वः भवेत् श्वः करिष्यामि तु विलम्बमानः प्रसङ्गः भवति श्वः करिष्यामः टीकाः पठनीयाः दुर्गस्यापि स्कन्दस्वामिनोऽपि अन्यच्च ब्रह्ममुनिस्वामिनोऽपि अन्येषामपि एषां केषाञ्चित् वर्तन्ते तेषां टीकानामपि अभ्यासः भवेत् वृत्तीनाम् अभ्यासः कर्तव्यः अन्यच्च विचारविमर्शोऽपि कर्तव्यः परस्परं नवीनाः विचाराः आगच्छेयुरिति किमस्ति जायते तत्त्वबोधः किमस्ति वाक्यम् वादे वादे जायते तत्त्वबोधः चेत् वादः प्रतिवादः संवादः कर्तव्यः न तु विवादः कर्तव्यः अस्तु वलं कुर्मः भूतं च भव्यं च सर्वं यश्चाधितिष्ठते सर्वस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्ति